नमस्कारः नमस्कारः तर्हि अस्माकं पुस्तकमस्ति गीतासोपानस्य प्रथमभागः. तत्र यदा अहं भारतदेशं गतवान् तस्मिन् समये भवन्तः सर्वे अग्रे गतवन्तः अस्मिन् पुस्तके लट्लकारस्य त्रयोदशस्य पाठपर्यन्तं. तत्र लट्लकारः इति विषयः. अत्र लट्लकारः त्रिषु वचनेषु भवति. यथा अभ्यासपुस्तके तत्र केवलम् एकवचने बहुवचने सर्वं भवति स्म, इदानीम् अस्मिन् पुस्तके मध्यमपुरुषः अपि एकः विचारः जातः. तदर्थं नामपदानि, सर्वनामपदानि, क्रियापदानि च द्विवचने कथं भवति इति ज्ञातव्यमस्ति खलु. तर्हि एकवारम् अहं वदामि. क्रियापदानां विषये अस्तु. इदानीं क्रियापदस्य विषये तत्र सामान्यक्रियापदानि सन्ति, अपि च किञ्चित् असामान्यक्रियापदानि सन्ति. यत्र उदाहरणार्थं वदामि, खादति इति, बालकः खादति, तत्र खादति, तर्हि अत्र खादति इति बालकः खादति. अत्र भागद्वयमस्ति इति अवगच्छतु. खाद प्लस् ति, खाद प्लस् ति. अत्र खाद इति भागस्य अन्तिमवर्णः कः? खाद इत्यस्य भागस्य अन्तिमवर्णः कः? द इत्यस्य अनन्तरं कश्चन वर्णः अस्ति, अ अस्ति. खाद अस्ति, अकारः अस्ति. तर्हि संस्कृतभाषायां यत्र यत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति, यत्र यत्र तत्र तत्र तत्र रूपं सामान्यमस्ति. यत्र ति इत्यस्मात् पूर्वम् अकारः नास्ति, अन्य कोऽपि वर्णः अस्ति, यतः शृणोति इत्यस्मिन् ति इत्यस्मात् पूर्वं कः वर्णः अस्ति? ओकारः अस्ति खलु. तर्हि अत्र खादति अकारः, शृणोति ओकारः. यत्र ति इत्यस्मात् पूर्वम् अकारः नास्ति, तत्र रूपाणि भिन्नानि भविष्यन्ति. तर्हि अस्माकं प्रथमतया पुनस्मरणं भवतु, यत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति. कर्तुं शक्नुमः न वा इति पश्येम एकवारं किञ्चित् पुनस्मरणरूपेण. बालकः किं भवति? बालकः खादति. इदानीं द्विवचने किमस्ति? खादतः. वाक्यं वदतु, बालकौ खादतः. बहुवचने बालकौ खादन्ति. बालकाः खादन्ति. बालकाः खादन्ति. अस्तु. इदानीं मध्यमपुरुषः ज्ञायते वा? मध्यमपुरुषः, तर्हि मध्यमपुरुषे एकवचने किं भवति? त्वं खादसि. द्विवचने ओ एतत् एतत् जातं न वा? अस्तु. तर्हि अत्र सर्वनामविषये किमस्ति? सः सः अनन्तरं द्विवचने प्रथमपुरुषे सः तौ ते त्वं युवां युवम् त्वं युवां यूयं यूयं क्षम्यतां त्वं युवां यूयं त्वं युवां यूयम् इति अस्ति त्वं युवां यूयं तर्हि त्वं खादसि युवां खादतः यूयं खादतः अहं आवां खादावः वयं खादामः खादामः वयं खादामः अस्तु तर्हि अस्मिन् विषये किञ्चित् अभ्यासं कुर्मः गच्छति भगिनी वदतु गच्छति बालकः बालकः गच्छति बालकौ गच्छतः बालकाः गच्छन्ति त्वं त्वं गच्छसि युवां गच्छतः गच्छतः गच्छतः यूयं गच्छतः अहं गच्छामि श्वः आवां गच्छावः वयं गच्छामः अस्तु सुब्रह्मण्य महोदय पठति बालिका बालिका पठति बालिके पठति बालिके पठतः बालिका पठन्ति अस्तु अत्र पश्येम पेज् 26 अत्र आचार्यः उपदिशति आचार्यौ उपदिशतः आचार्याः उपदिशन्ति अनन्तरम् अहं गायामि आवां गायावः वयं गायामः अनन्तरं त्वम् अर्हसि युवाम् अर्हतः यूयम् अर्हतः इति रूपाणि सन्ति अस्तु तर्हि महोदय पठति इति करोतु बालिका बालिका पठति बालिके पठतः पठतः बालिका पठतः पठन्ति बालिका पठन्ति अनन्तरं मध्यमपुरुषे त्वं पठसि युवां पठतः यूयं पठतः यूयं पठतः स्पष्टतया पठतः युवां यूयं तत्र भेदः अस्ति खलु युवां यूयं वदतु त्वं पठसि युवां पठतः वक्तव्यमस्ति विसर्गः अस्ति खलु एकवारं तथा वदतु नो चेत् यूयं यूयं किं भविष्यति यूयं पठतः युवां पठतः एकवारं तथा करोति चेत् अभ्यासे सम्यक् भवति अभ्यासे सम्यक् भवति अस्तु अहं पठामि आवां पठावः वयं पठामः अस्तु समीचीनम् इदानीं पिबति सः पिबति तौ पिबतः ताः पिबन्ति त्वं पिबसि युवां पिबतः यूयं पिबतः यूयं पिबतः अहं पिबामि आवां पिबावः वयं पिबामः अस्तु समीचीनं पश्यति सा सा पश्यति ते ते ते ते अत्र अस्ति पश्यतः ताः पश्यन्ति त्वं पश्यसि युवं पश्यथः यूयं पश्यथ अहं पश्यामि आवं पश्यावः वयं पश्यामः अस्तु समीचीनम् अनन्तरं भगिनी त्यजति त्यजति त्यजति इदानीं जनः जनः त्यजति जनौ त्यजतः जनाः त्यजन्ति त्वं त्यजसि युवां त्यजतः त्यजतः यूयं त्यजथ अहं त्यजामि आवां त्यजावः वयं त्यजामः अस्तु इदानीं शिशुः स्मर्यते वा शिशुः उत्तिष्ठति शिशुः शिशुः उत्तिष्ठति शिशुः उत्तिष्ठति शिशु उत्तिष्ठति उत्तिष्ठतः शिशून् उत्तिष्ठन्ति शिशवः उत्तिष्ठन्ति त्वम् उत्तिष्ठसि यूयम् उत्तिष्ठतः युवाम् उत्तिष्ठतः यूयम् उत्तिष्ठत त्वम् अहम् उत्तिष्ठामि आवाम् उत्तिष्ठावः वयम् उत्तिष्ठामः अस्तु उपविशति वृद्धा वृद्धा उपविशति वृद्धौ वृद्धे वृद्धे उपविश्यतः वृद्धाः उपविश्यन्ति त्वम् उपविश्यसि युवाम् उपविश्यतः यूयम् उपविश्यथ अहम् उपविश्यामि आवाम् उपविशामि उपविशति उपविशावः उपविशामि आम् वयम् उपविशावः अस्तु समीचीनं तर्हि इदानीं वाक्यं वक्तव्यमस्ति इच्छति भोजनम् इदानीं पुरुषः भोजनमिच्छति पुरुषः भोजनम् इच्छति पुरुषौ भोजनम् इच्छतः पुरुषाः भोजनम् इच्छन्ति त्वं भोजनम् इच्छसि युवां भोजनम् इच्छतः यूयं भोजनम् इच्छतः अहं भोजनम् इच्छामि आवां भोजनम् इच्छावः वयं भोजनम् इच्छामः ओके इदानीं समाचारं सूचयति इदानीं सूचकः सूचकः समाचारं सूचयति सूचकः समाचारं सूचयति सूचयति सूचयति सूचकौ समाचारं सूचतः त्वं त्वं समाचारं सूचयसि युवां युवां समाचारं सूचयतः अस्तु यूयं यूयं समाचारं सूचयतः अहं समाचारं सूचयामि आवां समाचारं सूचयावः वयं समाचारं सूचयामः अस्तु इदानीं शिक्षकः प्रश्नं पृच्छति शिक्षकौ प्रश्नं पृच्छतः शिक्षकाः प्रश्नं पृच्छन्ति त्वं प्रश्नं पृच्छसि युवां प्रश्नं पृच्छतः यूयं प्रश्नं पृच्छतः अहं प्रश्नं पृच्छामि आवां प्रश्नं पृच्छावः वयं प्रश्नं पृच्छामः अस्तु समीचीनं लेखकः कवितां लिखति लेखकः कवितां लिखति लेखकौ लेखकौ कवितां लिखतः लेखकाः कवितां लिखन्ति त्वं कवितां लिखसि यूयं कवितां युवां कवितां लिखतः यूयं कवितां लिखतः अहं कवितां लिखामि आवां कवितां लिखावः वयं कवितां लिखामः अस्तु माता शिशुना सह क्रीडति माता मातरौ मातरः मातरौ शिशुना सह क्रीडति मातरौ शिशुना सह क्रीडतः बहुवचने माते शिशुना सह क्रीडति माता मातरौ मातरः मातरौ शिशुना सह न मातरः बहुवचने बहुवचने मातरौ द्विवचन बहुवचन मातरः शिशुना सह क्रीडन्ति त्वं शिशुना सह क्रीडसि युवां शिशुना सह क्रीडतः यूयं कृष्णा शिशुना सह क्रीडतः अहं शिशुना सह क्रीडामि आवां शिशुना सह क्रीडवः क्रीडावः वयं शिशुना सह क्रीडामः अस्तु अत्र अस्ति यत्र अस्ति अस्ति अस्ति इति क्रियापदं तत्र रूपाणि किञ्चित् भिन्नानि सन्ति पेज् 38 अधोभागे अस्तातुः बालकः अस्ति बालकौ स्तः बालकाः सन्ति अस्ति स्तः सन्ति अत्र अनन्तरं मध्यमपुरुषे अत्र अस्ति अत्र त्वम् असि युवां स्थः यूयं स्थः अहम् अस्मि आवां स्वः वयं स्मः अस्तु इदानीम् अभ्यासः अस्ति अत्र तस्मात् पूर्वं कुत्र अस्ति अत्र अभ्यासः अस्ति अस्तु प्रथमं करोतु भगिनी स्यूतौ स्तः स्यूतौ स्तः स्यूतः अस्ति स्यूतौ स्तः स्यूताः सन्ति अस्तु बालाः उपविशन्ति बालकः बालः बालः बालः उपविशति बालौ उपविशस्तः उपविश स्तः उपविशतः उपविशतः अत्र इच्छतः बालौ उपविशतः अनन्तरं बहुवचने बालाः उपविशन्ति अस्तु भगिनि अश्वः धावति अश्वौ धावतः अश्वाः धावन्ति अस्तु धेनुः चरति धेनुः चरतः धेनवः चरन्ति अस्तु भगिनि फलं पतति फले पततः फलानि पतन्ति बालः क्रीडतः बालौ क्रीडतः बालाः प्रथमं किमासीत् बालः बालः क्रीडति अस्तु बालौ क्रीडतः बालाः क्रीडन्ति अस्तु नर्तकी नृत्यति नर्तक्यौ नृत्यतः नर्तक्यः नृत्यन्ति अस्तु अग्रे सैनिकः आरोहति सैनिकौ आरोहतः सैनिकाः आरोहन्ति अस्तु भगिनि न जानामि एतत् किम् ओ सोरि भक्तः प्रयच्छति भक्तौ प्रयच्छतः भक्ताः प्रयच्छन्ति दुष्टाः दुष्टः प्रणश्यति दुष्टौ प्रणश्यतः दुष्टाः प्रणश्यन्ति अस्तु अग्रे नृपः तुष्यति नृपौ तुष्यतः नृपाः तुष्यन्ति. एषा कुप्यति. एता सहायं करोतु भगिनि. एतत् अभ्यासपुस्तकस्य द्विवचने तु न्यूनमस्ति. एषा इति एता कुप्यतः. एते एषा कुप्यति. एते बहुवचने एतो एताः. एताः एताः कुप्यन्ति. अग्रे भगिनि. एषः शोचति. शोचति शोचति. एषौ एतौ एतौ शौचतः. एते शौचन्ति. सर्वनाम्नां रूपाणि अपि किञ्चित् पुनस्मरणं कर्तव्यमस्ति तत्र. किन्तु इदानीं क्रियपदानां तर्हि अस्तु. यानं नयति. यानं नयति. यानो नयतः. यानानि एकनिमिषः. यानं यानं यानो याने यानं न भगिनी साहाय्यं करोतु. यानं यानं यानं यानं यानं यानं नयति. अस्तु वहति. यानं वहति. यानं वहति. याने वहतः. यानानि वयन्ति. यानानि वहति. वहतः क्रियपदं न जानामि. वहति वहति means to carry a load. वहन्ति. अस्तु अग्रे. त्वं त्वं वहसि. युवं वह युवं वहतः. यूयं वहत. अग्रे अहम् अहं वहामि. आवां वहावः. वयं वहामः इति अस्ति. अस्तु इदानीं गृहिणी पतति. गृहिणी पतति. गृहिणे द्विवचने भगिनि. गृहिण्यौ पततः. गृहिण्याः पतन्ति. गृहिण्यः पतन्ति. अनन्तरं त्वं त्वं पठति. पतति. पतति. त्वं पतसि. युवां पठसि. पतसि. पततः. यूयं पततः. अहं पतामि. आवां पतावः. वयं पतामः. शिशुः मधुरम् इच्छति. शिशुः मिष्टान्नं शिशु मिष्टान्नम् इच्छति शिशुः मधुरम् इष्टम् मिष्टान्नम् मिष्टान्नम् इच्छति शिशुः शिशु मिष्टान्नम् इच्छतः शिशुः शिशवः मिष्टान्नम् इच्छन्ति त्वं मिष्टान्नम् इच्छसि युवां मिष्टान्नम् इच्छतः यूयं मिष्टान्नम् इच्छत अहं मिष्टान्नम् इच्छामि आवां मिष्टान्नम् इच्छावः वयं मिष्टान्नम् इच्छामः इति सामान्यरूपाणि सन्ति इदानीं किञ्चित् असामान्यरूपाणि प्रदर्शितानि सन्ति यत्र जानाति बालकः जानाति बालकः जानाति बालकौ जानीतः बालकाः जानन्ति यत्र यथा वयं दृष्टवन्तः अत्र खादति ति इत्यस्मात् पूर्वं कः वर्णः अस्ति अस्ति किन्तु जानाति तत्र ति इत्यस्मात् पूर्वम् अस्ति यत्र सामान्यरूपेण यत्र आ अस्ति यथा जानाति क्रीणाति गृह्णाति बालकः गृह्णाति बालकः क्रीणाति क्रीणाति नाम क्रयणम् आपणं गत्वा क्रीणाति अनन्तरं जानाति ज्ञानं जानाति सूचनां जानाति यत्र तथा अस्ति एकवचने जानाति आ अस्ति द्विवचने ई भवति जानीतः अनन्तरं बहुवचने अ भवति जानन्ति तर्हि जानाति जानाति द्विवचनं द्विवचने किमस्ति बहुवचने जानन्ति अस्तु क्रीणाति क्रीणीतः तदा अहं वदामि अत्र असामान्यरूपाणि सन्ति यत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति क्रीडति क्रीडतः क्रीडन्ति किमपि परिवर्तनं नास्ति किन्तु आ अस्ति चेत् एकवचने आ द्विवचने ई बहुवचने अ एकवचने द्विवचने न केवलम् एकवचने जानाति जानीतः जानन्ति परन्तु क्रीणाति नास्ति जानाति क्रीणाति समानमस्ति क्रीणाति क्रीणाति क्रीणति नास्ति क्रीणाति वदतु बहुवचने अस्तु गृह्णाति गृह्णाति गृह्णीतः गृह्णन्ति समीचीनमस्ति अनन्तरं तत्र यत्र यथा शक्नोति ति इत्यस्मात् पूर्वम् ओ अस्ति शक्नोति शक्नुतः शक्नुवन्ति चिनोति चिनुतः चिन्वन्ति अनन्तरं शृणोति शृणोति शृण्वन्ति इदानीम् आप्नोति आप्नोति आप्नुतः आप्नुवन्ति समीचीनमस्ति इदानीं शक्नोति इति वदतु अनन्तरम् इदानीं इदानीं लिखतु चिनोति अत्र भेदः अस्ति ति इति अस्मात् पूर्वम् ओकारः अत्रापि अस्ति अत्रापि अस्ति शक्नोति चिनोति ति इति अस्मात् पूर्वम् ओकारः उभयत्र अस्ति स्पष्टं किन्तु भेदः अस्ति तथापि भेदः कः इति चेत् ओकारात् पूर्वं नकारः अस्ति अत्र अत्र क न अत्र संयोगः वयं वदामः संयोगः यत्र व्यञ्जनद्वय व्यञ्जनमिति जानाति वा व्यञ्जनद्वयमस्ति संयुक्त अक्षरमस्ति अर्धककारः अर्धककारः नकारः अत्र तथा नास्ति अस्तु शक्नोति एवमस्ति चिनोति एवमस्ति इदानीम् आप्नोति आप्नोति कुत्र अस्ति अत्र अस्ति अथवा अत्र अस्ति उपरि अधः उपरि अथवा अधः अधः आप्नोति भवती किं वदति न संयुक्त अक्षरमस्ति न वा आप्नोति लिखतु आप्नोति हा हा अत्र अर्धककारः अस्ति अत्र अर्धपकारः अस्ति आप्नोति तर्हि अत्र आप्नोति शक्नोति इव अथवा चिनोति इव शक्नोति इव अत्र भेदः अस्ति अनन्तरं हा शृणोति इति शृणोति अस्ति शृणोति शक्नोति अथवा चिनोति चिनोति अत्र बहुवचने भेदः अस्ति बहुवचने केवलं बहुवचने भेदः अस्ति भेदः कः इति चेत् अत्र लिखतु चिन्वन्ति चिन्वन्ति चिन्वन्ति किन्तु अत्र शक्नोति किं भवति शक्नुवन्ति शक्नुवन्ति तर्हि अत्र यत्र संयुक्त अक्षरमस्ति तत्र उव भवति उव अत्र वा भवति अत्र उव भवति तर्हि अत्र आप् किम् आप्नोति किं भवति बहुवचने आप्नुवन्ति आप्नुवन्ति किन्तु शृणोति शृण्वन्ति संयोगः अस्ति चेत् उव संयोगः नास्ति चेत् चिनोति किं भवति चिन्वन्ति चिन्वन्ति अवगतं वा भेदः अस्तु तर्हि द्विवचने भेदः नास्ति आप्नोति आप्नुतः आप्नुवन्ति शक्नोति भगिनी वदतु हा अस्तु महोदय वदतु आप्नोति आप्नुतः आप्नुवन्ति शक्नोति शक्नुतः शक्नुवन्ति इदानीं किन्तु चिनोति चिनुतः चिन्वन्ति शृणोति शृणुतः शृण्वन्ति हा इति अस्ति अनन्तरं करोति कुरुतः कुर्वन्ति करोति कुरुतः कुर्वन्ति रोदिति रोदनं करोति तत्र रोदिति किञ्चित् भिन्नमस्ति रोदिति रुदितः रुदन्ति रोदिति रुदितः रुदन्ति इदानीं वदनाति यथा वयं जानाति जानाति किं भवति वदतु जानाति जानाति जानीतः जानन्ति वदनाति वदनाति वदनीतः वदन्ति हा इति अस्ति अनन्तरं ददाति अपि किञ्चित् भिन्नमस्ति ददाति दत्तः ददति ददाति दत्तः ददति अत्र नियमाः सन्ति किन्तु नियमाः किञ्चित् जटिलाः इति न वदामि किन्तु तत्र संस्कृतभाषायां क्रियापदानां दशगणाः सन्ति दशगणाः प्रथमगणः द्वितीयगणः तृतीयगणः दशपर्यन्तं दशगणाः सन्ति तु तत्र प्रथमे गणे चतुर्थे गणे षष्ठे गणे दशमे गणे च ति इत्यस्मात् पूर्वम् अकारः अस्ति तत्र साम्यमस्ति साम्यमस्ति प्रथमगणे भवति षष्ठे गणे लिखति चतुर्थगणे नृत्यति दशमे गणे चिन्तयति तत्र ति इत्यस्मात् पूर्वम् अकारः सर्वत्र अस्ति अन्यत्र अकारः नास्ति ति इत्यस्मात् पूर्वम् सो अत्र अपरस्मिन् दिने इतोपि वदिष्यामि अस्मिन् प्रसङ्गे किन्तु अत्र पेज् 42 तत्र एकवचनं बहुवचनं तत्र अभ्यासः अस्ति किञ्चित् पश्येम भगिनि प्रथमं पठतु यतोदाहरणं वचनं परिवर्त्य रिक्तस्थानानि पूरयत उदाहरणं वटुः शास्त्रं शृणोति वटुवः वटवः शास्त्रं शृण्वन्ति सारथिः अश्वान् बध्नाति सार इकारान्त उकारान्त नाम व्यासः जातः न वा अत्र पेज् 40 इति पश्यतु पेज् 40 अत्र किञ्चित् पुनस्मरणं दत्तमस्ति सारथी अश्वान् बध्नातः न न न अत्र अत्र किञ्चित् पश्यामः अत्र कथमस्ति सारथिः सारथी सारथयः द्वितीयं पठतु मुनिः मुनी मुनयः अनन्तरं शत्रुः शत्रू शत्रवः इन्द्रियम् इन्द्रिये इन्द्रियाणि दुष्टः दुष्टौ दुष्टाः त्वं युवां यूयम् अश्वः अश्वौ अश्वाः अस्तु तर्हि अत्र पश्यम इदानीं अहम् उक्तवान् जानाति किमस्ति जानाति जानीतः अनन्तरं जानन्ति बध्नाति बध्नीतः बध्नन्ति बध्नन्ति बध्नन्ति बध्नन्ति अस्तु भगिनि तर्हि वदतु न प्रथमं सारथिः अश्वा बहुवचने बहुवचने सारथयः सारथयः अश्वान् बध्नीतः बहुवचने ओ बहु सॉरी बध्नुवन्ति अत्र बध्नाति बध्नीतः बध्नन्ति तर्हि किमस्ति बध्नन्ति सो सारथिः सारथयः अश्वान् बध्नन्ति अस्तु अग्रे कातरः योद्धुं न शक्नोति कातरः कातराः योद्धुं न शक्नुवन्तः न शक्नुवन्ति न शक्नुवन्ति अस्तु अग्रे मुनिः मनः निर्गृह्णाति निगृह्णाति गृह्णाति तथा लिखितमस्ति तथा न उच्यते गृह्णाति अणकारः पूर्वम् आगच्छति उच्चारणे गृह्णाति नास्ति गृह्णाति निगृह्णाति मुनि मनः निगृह्णातः न निगृह्णीतः मुनिः मनः निर्गृह्णाति अनन्तरं बहुवचने मुनि मुनि किम् ओ बहुवचने ओ बहुवचने द्विवचने न बहुवचनमस्ति मुनयः मनः निर्गृह्णाति अत्र बहुवचनमस्ति निर्गृह्णन्ति निर्गृह्णन्ति गृह्णन्ति जानाति जानीतः जानन्ति गृह्णाति गृह्णन्ति क्रीणाति क्रीणीतः क्रीणन्ति अस्तु अग्रे योगिजनः ब्रह्माग्नौ जुहोति योगिजनाः ब्रह्माग्नौ अत्र अपवादभूत तत् अत्र न स्यात् अत्र जुह्वति इति भवति जुह्वति किञ्चित् भिन्नम् योगिजनाः ब्रह्माग्नौ जुह्वति अस्तु अग्रे भगिनि मानवाः मानवः सिद्धिम् आप्नोति मानवाः सिद्धिम् आप्नुवन्ति नेता आह्वानं शृणोति नेतारौ नेतरः नेतारः आह्वानं शृण्वन्ति देवः वरं ददाति देवाः वरं ददति बहु समीचीनमस्ति गुरुः ध्यानं करोति गुरुः ध्यानं करोति गुरवः ध्यानं कुर्वन्ति स्वधर्म कर्ता किल्बिषं न आप्नोति स्वधर्म कर्तारः किल्बिषं न आप्नुवन्ति योद्धा शास्त्रं चिनोति योद्धाः शास्त्रं योद्धृ इति शत्रु योद्धव योद्धृ इति योद्धा नाम यथा नेता योद्धारः योद्धारः शास्त्रं चिन्वन्ति समीचीनमस्ति अस्तु आवरणात् उचितं रूपं चित्वा रिक्तस्थानानि पूरयत। रिक्तस्थानानि पूरयत। स्थानानि पूरयत। भवन्तौ विषयं भवन्तौ द्विवचनं भवन्तौ विषयं जानीतः। अस्तु, सर्वं पठतु। नाम विकल्पाः ग्राहकौ वस्तु क्रीणीतः क्रीणाति क्रीणन्ति। ग्राहकौ वस्तु क्रीणीतः। सैनिकौ अरीं गृह्णन्ति गृह्णाति गृह्णाति गृह्णीतः गृह्णीतः। सैनिकौ अरीं गृह्णन्ति गृह्णन्ति गृह्णाति गृह्णीतः गृह्णीतः गृह्णीतः। भवन्तौ जपं करोति कुरुतः कुर्वन्ति। भवन्तौ जपं कुरुतः। भगिन्यौ गीतां शृणोति शृण्वन्ति शृणुतः। शृणुतः। भगिन्यौ गीतां शृणुतः। भवत्यौ सर्वत्र गन्तुं शक्नुतः शक्नोति शक्नुवन्ति। भवत्यौ सर्वत्र गन्तुं शक्नुतः। भक्तौ पुष्पं चिन्वन्ति चिनुतः चिनोति। भक्तौ पुष्पं चिनुतः। धीरौ न रोदिति रोदितः रोदन्ति रोदितः रोदन्ति। धीरौ न रोदितः रोदितः। ऋषि मोक्षं प्राप्नुवन्ति प्राप्नोति प्राप्नुतः। ऋषि मोक्षं प्राप्नुतः। द्विवचनमस्ति। अस्तु अस्तु। बालिके फलं ददाति ददति दत्तः। बालिके फलं ददति दत्तः दत्तः। बालिके फलं दत्तः। यतोदाहरणं रिक्तस्थानानि पूरयत। उदाहरणं ग्राहकः वस्तूनि क्रीणाति। ग्राहकौ वस्तूनि क्रीणीतः। ग्राहकाः वस्तूनि क्रीणन्ति। मुनिः अग्नौ जुहोति। मुनिः अग्नौ जुहीतः। यत्र उकारः अस्ति द्विवचने उकारः भवति। यत्र आकारः अस्ति तत्र द्विवचने ईकारः भवति। क्रीणाति क्रीणीतः शक्नोति शक्नुतः। जुहूतः। जुहूतः मुनयः अग्नौ जुहन्ति जुह्वति भक्तः यज्ञं करोति भक्तौ यज्ञं कुरुतः भक्ताः यज्ञं कुर्वन्ति योद्यः युद्धः योधः योधः योधः चापम् चिनोति योद्धौ योद्धौ चापम् चिनुतः योद्धाः चापम् चिन्वन्ति माता भोजनं ददाति मातरौ भोजनं दत्तः मातरः भोजनं ददति सेनापति पुरस्कारम् प्रथमं ये शृण्वन्ति तेषां कृते प्रथमं इदं वाक्यम् इदं यद्दत्तमस्ति तत् पठतु यद्दत्तमस्ति बहुवचने वाक्यं दत्तमस्ति तत् पठतु मातुरौ सेनापतयः पुरस्कारं प्राप्नुवन्ति एकवचने सेनापतिः पुरस्कारं प्राप्नोति सेनापति पुरस्कारं प्राप्नुतः समीचीनम् अस्तु अग्रे द्विवचनं किं लिखितमस्ति दाता द्विवचने किं लिखितमस्ति दातारौ दातुं शक्नुतः एकवचने दाता दातुं शक्नोति दातारौ दातुं शक्नुतः दातारः दातुं शक्नुवन्ति कार्यकर्ता कार्यं जानाति कार्यकर्तारौ कार्यं जानीतः कार्यकर्तारः कार्यं जानन्ति समीचीनमस्ति शिष्याः उपदेशं शृण्वन्ति शिष्यः उपदेशं शृणोति शिष्यौ उपदेशं शृणुतः शिष्याः उपदेशं शृण्वन्ति दरिद्रः दुःखेन रोदिति दरिद्रौ दुःखेन रोदितः ओकारस्य उकारः भवति रोदुतः रोदिति रोदिति रुदितः रु ह्रस्व उकारः रुदितः रुदितः दरिद्राः दुःखेन रुद्वन्ति रोदिति रुदितः रुदितः रुदन्ति योगिजनः इन्द्रियाणि निगृह्णाति योगिजनौ इन्द्रियाणि निगृह्णीतः योगिजनाः इन्द्रियाणि निगृह्णन्ति अस्तु तर्हि अद्यतनविषयः वयम् अद्य वयं किं दृष्टवन्तः यत् सामान्यरूपाणि कथं भवन्ति एकवचने द्विवचने बहुवचने च सामान्यरूपाणि क्रीडति क्रीडतः क्रीडन्ति इत्यादिकम् अनन्तरम् असामान्यरूपाणि यत्र आकारः अस्ति क्रीणाति तत्र किं भवति क्रीणाति बहुवचने बहुवचने हा बहु समीचीनमस्ति अनन्तरं यत्र शक्नोति अस्ति शक्नोति शक्नुतः शक्नुवन्ति अपि च यत्र शृणोति शृणोति शृणुतः शृण्वन्ति बहु समीचीनमस्ति नाम अद्य वयं यत् कृतवन्तः तस्य अभ्यासः जातः तस्य ज्ञानमपि जातम् किन्तु तस्मात् पूर्वं नाम जान्वरि मासे फेब्रुवरि मासे किं किम् अभवत् अथवा न अभवत् तत्र समस्या अस्ति मुनिः किं भवति योद्धा किं भवति श्रोतृ किं भवति एतत् सर्वं वयं अस्माकम् अभ्यासः न्यूनः अस्ति तत्र नाम अस्मिन् पुस्तके यत् वयम् अधीतवन्तः अस्मिन् पुस्तके तावता तत्र किं करिष्यामः तत्र अभ्यासः अपेक्षितः अस्ति अस्माकं ज्ञानं न जातं नाम सः तौ ते सा ते ताः एतत् सर्वं वयं न जानीमः अतः नाम अस्मिन् सप्ताहे सर्वनाम्नां रूपाणि सर्वनाम कीदृशं भवति एकवचने द्विवचने बहुवचने एतत् सर्वम् अत्र अस्मिन् पुस्तके अस्ति किन्तु पठनीयमस्ति अभ्यासः करणीयः अस्ति अस्तु प्रश्नः अस्ति अस्तु विरमाम अग्रिमसप्ताहे